पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 231 श्रीरुद्र उवाच यत् कौर्म्यवैभवं विष्णोः सर्वलोकनमस्कृतं तद्वक्ष्यामि प्रिये सम्यक् शृणुष्वेकाग्रचेदसा अत्रिपुत्रो महातेजा दुर्वासा इति विश्रुतः प्रचण्डसर्वलोकानां क्षोभकारी महातपाः स ययौ हिमवत्पृष्टं ब्रह्मर्षित्तपसो निधिः ममांशभूतो ब्रह्मर्षि सर्वेषां भयदः सदा उषितस्तत्र वर्षं तु किन्नरीभिः सपूजितः महेन्द्रं द्रष्टुकामोऽसौ स्वर्लोकं प्रययौ मुनिः तस्मिन् काले महातेजा गजारूढं महेश्वरं ददर्श सर्वदेवैष्टं पूज्यमानं शचीपदिं तच्च दृष्ट्वा स हृष्टात्मा दुर्वासा सुमहातपः पारिजातस्रजं तस्मै प्रददौ विनयान्विदः आदाय देवताधीशस्तां स्रजं गजमूर्धनि विन्यस्य तत्र देवेश प्रययौ नन्दनं प्रति करेणादाय तां मालां मदोद्रिक्तस्ततो गजः पीडयित्वाधशिक्षेपः संस्थितां तरणीतले तदक्रुद्धो महातेजा दुर्वासरक्तलोचनः प्रशप्तवान् महेन्द्रं तं सप्त संतप्तक्रोधवह्निना दुर्वास उवाच त्रैलोक्यैकश्रियायुक्तो यस्मान्मामवमन्यदे तस्मात्त्रैलोक्यश्रीर्नष्टा भवत्वेव न संशयः रुद्र उवाच इति सप्तस्तदशक्रो जगामस्वपुरं पुनः तदश्रीर्जगदां धात्री क्षणादन्तर्दधे स्वयम् अन्तर्दानं गदा लक्ष्मीस्तदा नष्टं जगत्त्रयं यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमं तस्यामन्तर्ध्यानवत्यां सर्वं नष्टतरं भवद ब्रह्मादित्रिदशा सर्वे गन्धर्वा यक्षकिन्नराः दैत्याश्च दानवा नागा मनुष्या राक्षसास्तथा पशवः पक्षिणः क्रीडाः सर्वे स्थावरजङ्गमाः तया लक्ष्म्या जगन्मात्रा ते सर्वे नावलोकिताः दारिद्र्येनैव विहितास्ते सर्वे दुःखभागिनः क्षुत्पिपाः सार्दिता देवाश्चक्रु शुर्गदचेदसः नववर्षजलधरः सर्वे शुष्काजलाशयाः सर्वे ते पादपशुष्का फलपुष्पविवर्जिताः तदा देवाः स गन्धर्वा दैत्यदानवराक्षसाः क्षुत्पिपासार्दिदा जग्मुः ब्रह्माणममितौजस्सम् ऊचुस्तं देवदेवेशमब्जयोनिं पिदामहं देवा ऊचुः भगवन् क्षुत्पिपासाभ्यां पीडितं हि जगत्त्रयं न हुदं न वषट्कार सर्वधर्मविवर्जितं क्षुत्पिपासार्दिधाः सर्वे देवदानवमानवाः प्रातारं सर्वलोकेशं भवन्तं शरणं गदाः त्रादुमर्हसि देवेश क्षुत्पिपासार्दिताञ्जनान् रुद्र उवाच इति तेषां वच श्रुत्वा सर्वलोकपितामहः उवाच परमप्रीदस्तान् सर्वान् प्रतिमानदः ब्रह्मोवाच शृणुध्वं देवता सर्वे दैत्यगन्धर्वमानवाः महेन्द्रस्यापचारेण सर्वमेतदुपस्थितं समुद्भूतमिदं घोरं जगत्संवर्तकं महद दुर्वासा सुमहात्मादु यदक्रोधमवाप्तवान् तस्मात् क्रोधेन तेनेदं नष्टं लोकत्रयं सुराः असौ रोषपरीतात्मा क्रोधेन कलुषीकृतः जगत्त्रयं च श्रीनष्टं भवत्वित्याह दुर्मदिः तच्चापाच्चकदां धात्री लक्ष्मीर्नारायणप्रिया अन्तर्धानं गदा देवी जगन्मादा महेश्वरी यदपाङ्गेक्षिता लोका भवन्ति सुखितास्तथा नालोकिता जगन्मात्रा दुःखभागिन एव हि तस्मात् सर्वे वयं गत्वा दुग्धाब्धौ स्थितमुत्तमं तत्र नारायणं देवमर्चयाम सनातनं तस्मिन् प्रसन्ने देवेशे शिवमेतद्भवेज्जगद् इति निश्चित्य मनसा ब्रह्मा देवगणैर्युधः भृग्वादिमुनिभिः सार्धं प्रययौ क्षीरसागरं क्षीराब्धा उत्तरतडे ब्रह्मरुद्रादिदेवताः विष्णुं समर्चयामासु पौरुषेण विधानतः जपन्नष्टाक्षरं मन्त्रं पौरुषं सूक्तमेव च ध्यायन्तोऽनन्यमनसो जुहुवुः परमेश्वरं तुष्टुवुस्तवनैर्दिव्यैर्नमश्चक्रुर्विचित्रधा ततः प्रसन्नो भगवान् सर्वेषां च दिवौकसां तेषां सन्दर्शने तस्थौ स्तूयमानो महर्षिभिः वैनतेयं समारुह्य सर्वदेवमयं विभुं तं दृष्ट्वा जगदामीशं शङ्खचक्रगदाधरं पीतवस्त्रं चतुर्बाहुं पुण्डरीकनिभेक्षणं श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितं किरीटहारकेयूरनूपुरैरुपशोभितं तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरन्तरम् तद प्रोवाच भगवान् कृपया सर्वदेवताः वरदोऽस्मि वरं देवा वृणीध्वमिति चाब्रवीद इति श्रुत्वा तदा सर्वे देवा ब्रह्मपुरोगमाः ऊजु प्राञ्जलयो देवमिदं वचनमीश्वरं देवा ऊजुः भगवन्मुनिशापेन सम्प्रतीदं जगत्त्रयं क्षुत्पिपासार्दितं सर्वं सदेवासुरमानुषम् तस्माद्भवन्तं शरणं यादास्म पुरुषोत्तम त्राहि सर्वमिमं लोकं नान्यशक्तो भवेत् क्वचित् रुद्र उवाच इत्युक्तो देवतैः सर्वैरच्युतः परमेश्वरः विचार्यैतदु वाचैतान् देवान् ब्रह्मपुरोगमान् श्रीभगवान् उवाच अत्रि सूनोर्मुने शापादन्तर्धानं कदारम कटाक्षदर्शनात् तस्य जगदैश्वर्यसंयुधं तस्माद्यूयं सुराः सर्वे शिवब्रह्मपुरोगमाः उत्पाट्यमन्तरं शैलं निधाय क्षीरसागरं मन्तरं खर्खरं कृत्वा सर्पराजेन वेष्टितं कुरुध्वं मथनं देवा दैत्यगन्धर्वदानवैः उत्पद्यते जसा लक्ष्मीर्जगत्संरक्षणाय वै तया हृष्टा महाभागा भविष्यधनसंशयः धारयाम्यहमेवाद्रिं कूर्मरूपेण संवृद्धः मम शक्त्या सुरान् सर्वान् प्रविश्य च बलीयसः रुद्र उवाच युत्युक्ता देवता सर्वा हरिणा कामलक्षणे साधु साध्विधि देवेश मुजुर्ब्रह्म पुरोगमाः संस्तूयमानो भगवानच्युतः सुरसत्तमैः अन्तर्दधे तत श्रीमान् सर्वलोकनमस्कृतः सर्वाधार सर्वदेव सर्वत्र समदर्शनः इति श्रीपद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे एकत्रिंशदधिकषिद्विशततमोऽध्यायः ॐ